नमस्कारः. तत्र आर्धधातुकप्रकरणे लृट् लकारः इति पाठः अनुवर्तते. तत्र वयं गतपाठे अभिज्ञावचने लृट् विशिष्टसूत्राणि कानिचन दृष्टवन्तः लृट् लकारविषये. लृट् लका लृट् शेषे च इति लृट् लकारविधानसूत्रं. तत्र अभिज्ञावचने लृट् इति एकं सूत्रं दृष्टवन्तः, 3-2-1-1-2 इति. तत्र स्मृतिबोधक उपपदे सति भूत अनद्यतनकाले धातोः लृट् लकारः भवति. स्मृतिबोधकः इति उपपदम् अस्ति चेत् तत्र यद्यपि तत्र भूतकालमेव द्योतयति, तदापि तत्र लृट् लकारः भवति इति तत्र सूत्रं. लङ्घः अपवादः अस्ति. देवदत्तः, भवतः मनसि स्यात् यत् वयं कश्मीरे वसामः स्म इति. वत्स्यामः इति इति वाक्यं. वसामः स्म इति अर्थः. अतः लङ्घः स्थाने तत्र लृट् भवति. स्मृतिबोधक उपपदे सति इति. अभिज्ञावचने अनद्यतने भूते धातोः लृट् प्रत्ययः परश्च इति. महोदय, भवान् न यदि सूत्रं वदति वा? अस्तु. यद् शब्दस्य योगे तत्र स्मृतिबोध समीपे सत्यपि तत्र लिट् प्रत्ययः न भवति इति अस्ति. तत्र तस्य निषेधः अस्ति. पठामि. यत् शब्दस्य योगे स्मृतिबोधकपदस्य सामीप्ये सत्यपि भूत अनद्यतनार्थे लिट् लकारः न भवति इति अस्ति. यत्र अभिज्ञावचने लृट् इत्यस्य अपवादः अस्ति. यत् यदि इति प्रयोगः भवति चेत् तत्र लिट् प्रत्ययः लिट् लकारः न भवति इति. यथा तत्र अस्ति, तत्र किम् अस्ति, अत्र अपि जानाति कृष्ण. एकनिमिषः. अपि आम् स्मरसि कृष्ण. आम् तत्र यथा अभिजानासि कृष्ण यत् वनेन यद्वने अभुञ्मः इति. तत्र लङ्लकारस्य एव प्रयोगः भवति. अभिजानासि कृष्ण वयं तत्र वयं वने अभुज् तत्र किमस्ति अत्र भोक्ष्यति खलु भोक्ष्या भोक्ष्यति भोक्ष महे खलु भोक्षामहे भोक्षते खलु भुज् खलु आत्मनेपदी धातुः भोक्षति भोक्ष्यामि भोक्षावः भोक्षामः भोक्षामहे इति भवेत् यदि इति नास्ति चेत् खलु यदि इति नास्ति चेत् यदि यदि अस्ति चेत् तत्र लङ्लकारस्य अभोज्मही इति उच्य भोक्ष्यामः इति तत्र भुज् धातुः परस्मैपदि अस्ति. भुङ्क्ते भुनक्ति खलु तदपि अस्ति. आं सत्यं. यदि प्रयोगे तत्र यदि इति प्रयोगे न भवति इति लिट् लकारस्य क्षमता लिट् लकारस्य प्रयोगः न भवति इति अस्ति. भोक्ष्यामहे भोक्ष्यामहे मह इति द्वयमपि साधु एव कर्तरि लृट् इति द्वितीयसूत्रमासीत्. न यदि इति प्रथममासीत् अभिज्ञावचने लृट् न यदि. अनन्तरं विभाषासाकाङ्क्षे 3-2-1-1-4 अग्रिमसूत्रम्. तत्र स्मृतिबोधक उपपदे सति भूत अनद्यतनकाले धातोः लृट् प्रकारः विकल्पेन भवति. यदि सत्यपि असत्यपि इत्युक्ते तत्र पूर्वतनसूत्र यदि इति यद् इति पदम् अस्ति चेदपि अथवा नास्ति चेदपि तत्र यदा सम्बन्धक्रिया द्वयमस्ति अपि च एकस्याः आवश्यकता भवति अपरस्याः अर्थपूरणार्थम्. तत्र एव वयम् एकम् उदाहरणं दृष्टवन्तः खलु. अभिजानासि देवदत्तः, कश्मीरान् गमिष्यामः, तत्र सक्तून् पास्यामः तत्र क्रियाद्वयम् अस्ति, अन्यस्य क्रियाकरणार्थं पूर्वतनक्रियायाः आवश्यकता अस्ति, अर्थपूरणार्थम् आवश्यकता इति. तादृशेषु स्थलेषु विभाषासाकाङ्क्षे इत्यनेन तत्र रूपद्वयं भवति. अभिजानासि देवदत्त कस्मिन् अगच्छाम तत्र सक्तून् अपिबाम इति तत्र लङ् प्रयोगः अपि भवति, गमिष्यामः पास्यामः इति लृट् प्रयोगः अपि भवति. तत्र यत् इति शब्दस्य व्यवहारः अस्ति चेदपि अभिजानासि देवदत्त यत् कश्मीरान् गमिष्यामः अथवा यत् कश्मीरान् अगच्छाम, यत् तत्र ओदनं भोक्ष्यामहे अथवा यत्र तद् ओजनं भुञ्ज्महि इति तत्र अभुञ्ज्महि सत्यम् इति अपि तत्र प्रयोगः भवति विभाषा साकाङ्क्षे. तत्र यत् इति पदस्य सत्यपि असत्यपि लृट् लकारः विकल्पेन भवति स्मृतिबोधक उपपदे. सो अतः स्मृतिबोधक उपपदस्य कृते त्रीणि सूत्राणि, अभिज्ञावचने लृट्, न यदि विभाषासाकाङ्क्षे विधिसूत्रमस्ति अभिज्ञावचने लृट्, न यदि इति यत् इति पदम् अस्ति चेत् तस्य निषेधः भवति, लृट्लकारस्य निषेधः भवति, विभाषासाकाङ्क्षे इत्यनेन तत्र विकल्पेन भवति लृट्लकार. वाक्यद्वयमस्ति चेत् विकल्पेन सत्यं, तदपि आवश्यकम्. आम् आकाङ्क्षावाक्यम् अस्ति चेदेव विभाषासाकाङ्क्षे. आं महोदय अग्रिमम् आशंसायां भूतवच्च. आशंसायां भूतवच्च इति तत्र भविष्यत्कालात् भूतकालस्य वर्तमानस्य च प्रत्ययः भवति विकल्पेन आशायाः विवक्षायाम् इति तत्र यत्र इदानीं तत्र भूतवच्च इति अत्र भूतका आकाङ्क्षा इत्युक्ते भविष्यत्काले एव भवेत् खलु, सामान्यतः भविष्यत्काले एव भवेत् खलु. आशांसा इति भविष्यत्कालार्थे एव खलु तत्र, अतः तत्र लुट्लकारः भवति विकल्पेन भूतवत् तत् भूतवत् अपि च वर्तमानवत् अभवत्, तर्हि भूतकालार्थप्रत्ययः सामान्यभूतकालार्थप्रत्ययः वर्तमानकालार्थप्रत्ययः च भवति विकल्पेन, इत्युक्ते लुट्लकारः भवति सामान्यभूतकाल इति कृतम् अतः तत्र लुगुलकारः एव भवति अत्र, न तु लङ् अपि च लट् लकारः भवति इति अस्ति. अतः उपाध्यायः अगमत् चेत् अगमत् चेत् व्याकरणम् अधीतवन्तः इति एकम् अस्ति तत्र, तत्र सामान्य लुङ्लक्षम्यताम् अध्यगीष्महि इति लुङ्लकारस्य प्रयोगः. उपाध्यायः आगतः चेत् वयं एते व्याकरणम् अधीतवन्तः इति तत्र कृदन्तभूतकालार्थप्रत्ययः अपि लट्लकारे उपाध्यायः आगच्छति चेत् वयं व्याकरणम् अधीमहे इति तत्र लट्लकारस्य प्रयोगः. उपाध्यायः आगमिष्यति चेत् वयं व्याकरणम् अध्येषामहे इति लृट्लकारः. तर्हि लृट्लकारः लट्लकारः अपि च लुङ्लकारः भूतकाल लुङ्लकारः अथवा भूतकालार्थे ये कृत् प्रत्ययः सन्ति तत्रापि भवति आशंसायाम् इति भूतवच्च. नमस्कारः भगिनि, उषा अस्तु. नमस्ते भगिनि, पुनस्मरणमेव कुर्मः इदानीं भगिनि. सो तत्र आशंसा इत्युक्ते अप्राप्तस्य प्रियार्थस्य प्राप्तुम् इच्छा इति आशंसा, प्राप्तपदार्थस्य प्राप्तेः इच्छाम् आशंसा इति उच्यते. तद् अन्यत् सर्वं भवता उक्तमेव, भविष्यति एव भवति आशंसा. तदापि अस्मिन् सूत्रे भूतकालार्थे वर्तमानार्थप्रत्ययः अपि विकल्पेन भवति इति. अतः एव तत्र अगमत् आगतः आगच्छति आगमिष्यति चत्वारि अपि रूपाणि प्राप्नोति. अग्रिममस्ति क्षिप्रवचने लृट् भगिनी भवती प्रयत्नं करोति वा क्षिप्रवचने लृट् 3 3 1 3 3 अस्तु भगिनि क्षिप्र क्षिप्रवचने लृट् क्षिप्रशब्दस्य च तदर्थकस्य उपपदे सति आशायाः विवक्षायां धातोः लृट् लकारः भवति क्षिप्रवचने उपपदे आशंसायां गम्यमानायां धातोः लृट् प्रत्ययः भवति इति काशिकायां वचन इति शब्दस्य कथनेन वचन इति शब्दस्य कथनेन क्षिप्रशब्दस्य समानार्थकाः शब्दाः अपि अन्तर्भवन्ति यथा शीघ्रम् आशु त्वरितम् इत्यादीनि पदानि निदर्शने उपाध्याय उपाध्यायः चेत् उपाध्यायः चेत् क्षिप्रम् आगमिष्यति उपाध्यायः क्षिप्रम् आगमिष्यति चेत् क्षिप्रं व्याकरणम् अध्येष्यामहे ओके उपाध्यायः क्षिप्रम् आगमिष्यति चेत् क्षिप्रं व्याकरणम् अध्येष्यामहे ओके अध्यापकः शीघ्रम् आगमिष्यति चेत् शीघ्रमेव व्याकरणं पठिष्यामः अस्तु क्षिप्रवचने सप्तम्यन्तं लृट् प्रथमान्तं द्विपदमितं सूत्रम् आशंसायां भूतवच्च इत्यस्मात् आशंसायाम् इत्यस्य अनुवृत्तिः प्रत्ययः धातोः परश्च इत्येषाम् अधिकारः अनुवृत्तिसहितसूत्रम् आशंसायां क्षिप्रवचने धातोः लृट् प्रत्ययः परश्च अस्तु भगिनि आम् क्षिप्र ओ ऐ डिन् ऐ रेड् द होल् थिङ्ग् दट्स् ओके रैट् ओके क्षिप्रशब्दस्य अथवा तत् पर्यायशब्दाः अस्ति चेत् अपि उपपदमपि भवेत् उपपदे सति आशायाः विवक्षायां धातोः लृट् लकारः भवति ओके सो उपाध्यायः क्षिप्रम् आगमिष्यति चेत् क्षिप्रं व्याकरणम् अध्येष्यामहे उपपदे क्षिप्रमित्येव उपपदम् ओ ओ क्षिप्रम् इति तदर्थकस्य उपपदे सति क्षिप्रशब्दस्य तदर्थकस्य उपपदे सति सो तत्र क्षिप्रमित्येव उपपदम् ओके उपपद ऐ थाट् इट्स् 3 1 3 3 1 33 तत् सप्तमी वचनं शुड् बि सप्तमी वचनं खलु खलु भगिनि उपपदम् इति वा कर्मणि अण् विषये कारकविषये वदति खलु आशंसायाम् इति अस्ति खलु तदेव ओ आशंसायाम् विभक्ति ओ सप्तमी इत्युक्ते समीपस्थं पदम् इति तादृशं स्वीकरोतु कारक उपपदं वदति वा इति न जानामि विना तादृशं नास्ति परन्तु क्षिप्र इति एव उपपदं समीपस्थं पदम् समीपस्थं पदं वा 3 3 1 33 दट् इस् इन् द अधिकार उपपदं भगिनि नास्ति वा अहं पश्यामि 3 1 3 त्री त्री खलु 3 3 1 33 खलु 133 उपपदं तत्रोपपदं सप्तमीस्थम् ऐ थाट् इस् 3 1 3 इट् गोस् अप् टु 3 4 भगिनि 3 4 ऐ थाट् इट् गोस् अप् टु 3 4 1 1 आशंसायाम् इत्यस्मिन् अनुवृत्तौ एव अस्ति अधिकारः न प्रत्ययः परस्य आद्युदातश्च धातोः इत्येव भगिनि तत्रोपपदं सप्तमी उपपदं सप्तमी स्तं तत्र उपपदं 91 92 इति अस्ति 92 इति अस्ति धातोः अस्मिन् अधिकारे विद्यमानेषु सूत्रेषु यः शब्दः सप्तमी विभक्त्या निर्दिश्यते तेन वाचितं पदम् उपपदसंज्ञकः भवति सो तत् सम्यक् एव खलु सम्यक् एव आम् आशंसायां कर्मणि तदेव भवती उक्तवती खलु कर्मणि यण् इति 3-2-1 ऐ थाट् जस्ट् लैक् देट् कर्मणि अत्र अत्र तु तद् एतद् अनुवृत्तिः आगच्छति खलु आशंसायाम् आशंसायाम् अस्ति अस्ति क्षिप्रवचने इति अपि सप्तमी एव अस्ति तदतः सप्तमी उपम अस्तु अस्तु आं भगिनि अतः सम्यक् एव आशंसायां क्षिप्रवचने धातोः लृट् प्रत्ययः परश्च अस्तु भगिनि सो उपाध्यायः क्षिप्रम् आगमिष्यति चेत् क्षिप्रं व्याकरणम् अध्येष्यामके अध्येष्यामके अस्तु अग्रे पठामि वा भगिनि आम् तत्रापि लृट्लकारः भवति क्षिप्र इति उपपदे सति आशायाः विवक्षायां तत्रापि लृट् भवति यदा पूर्वतनसूत्रे आशंसायां भूतवच्च इति तस्मिन् सूत्रे तु भूतकाल वर्तमानकालप्रत्ययः भविष्यत्कालः भवति क्षिप्र तदर्थ उपपदे सति लृट्लकारः भवति तत्र तु अन्यलकाराणाम् अनुवृत्तिः नास्ति नास्ति अस्तु तदेव अग्रिमपरिच्छेदे उक्तं खलु तद् अपवादः अस्ति इति तद् वयं गतपाठे पठितवन्तः तत्र न आगच्छति यदि क्षिप्रं न आगच्छति चेत् इट् विल् गो बेक् टु प्रीवियस् सूत्र अस्तु किं वृत्ते लृङ्लृटौ पठितं खलु अस्माभिः किं वृत्ते लिङ् लिटौ पठितं पठितमेव आम् भगिनी भवती एव तद् पठतु एकवारम् अनन्तरं किं वृत्ते लिङ् अस्तु भगिनि किं वृत्ते लिङ् लृटौ किम् इति प्रश्नवाचके सति गर्हा इति अर्थः गम्यमानः चेत् धातोः लिङ् च लृट् च लकारौ भवतः लिङ् अपि भवति ओके लिङ् च लृट् च लकारौ भवतः किं कतर कथम इत्येषु अन्यतमः उपस्थितः स्यात् इत्यनेन किं वृत्तः ओके किं कतर कथम इत्येषु अन्यतमः उपस्थितः स्यात् इत्यनेन किं वृत्तः अस्तु गर्हायाम् इति अनुवृत्तेः निन्दायाम् इत्यर्थः लिङ् इति पदं पूर्वतने सूत्रे वर्तते तथापि प्रकृतसूत्रे पुनः उक्तं तदर्थानां दर्शनार्थं लिङ् इति पदं पूर्वतने सूत्रे वर्तते तथापि प्रकृतसूत्रे पुनः उक्तं दर्शनार्थं यत् लट् यस्य अनुवृत्तिः भवति स्म न जायेत पुनरेकवारं पठामि भगिनी लिङ् इति पदं पूर्वतने सूत्रे वर्तते तथापि प्रकृतसूत्रे पुनः उक्तम् अत्रापि लिङ् उक्तम् ओके पुनः उक्तं दर्शनार्थं यत् लट् दर्शनार्थं यत् लट् यस्य अनुवृत्तिः भवति स्म न जायेत ओ यद्यपि लट् इति अस्ति तत् अस्य अनुवृत्ति लेट् मी रीड् द होल् थिङ्ग् ओके गर्हायाम् इत्येव विभाषा न स्वर्यते किं वृत्ते उपपते गर्हायां गम्यमानायां धातोः लिङ् लृटौ प्रत्ययौ भवतः सर्वलकाराणाम् अपवादः अस्तु लिङ् ग्रहणं लटो अपरिग्रहार्थम् ओके इति काशिकायां विभाषा इत्यस्य अनुवृत्तिः न भवति अस्य फलम् अस्ति यत् अपरेषां सर्वेषां लकाराणां बाधा भवति अत्र केवलं विधिलिङ् च लृट् च सम्भवतः ओके किमो वृत्तं किं वृत्तं तस्मिन् किं वृत्ते षष्टितत्पुरुषसमासः अस्तु लिङ् च लृट् च तयोः इतरेतरयोगद्वन्द्वः लिङ् लृटौ किं वृत्ते सप्तम्यन्तं लिङ् लृटौ प्रथमान्तं द्विपदमिदं सूत्रं गर्हायां लट् अप् अपि धातोः लट् अपि धातोः इत्यस्मात् गर्हायाम् इत्यस्य अनुवृत्तिः प्रत्ययः धातोः परश्च येषाम् अधिकारः अनुवृत्तिसहितसूत्रं किं वृत्ते गर्हायां धातोः लिङ् लृट् प्रत्ययौ परश्च मया काशिकायां यत् उक्तं न अवगतं परन्तु शेषः मया अवगतं भगिनि किम् इति प्रश्नवाचक सति प्रश्नवाचके सति गर्हा अर्थः गम्यमानः चेत् धातोः लिङ् च लृट् च लकारौ भवतः अस्तु किं प्रश्नवाचकं प्रश्नवाचकम् अस्ति अथवा गर्हा इति अर्थः गम्यमानः चेत् निन्दा खलु गर्हा इत्युक्ते सत्यं किं किम् इति प्रश्नवाचकस्य गर्हा इति अर्थः किम् इति प्रश्नवाचके सति अपि च गर्हा इति अर्थः अपि गम्यमानः चेत् तत् किम् इत्यस्य कृते देन् धातोः लिङ् च लृट् च लकारौ भवतः अस्तु किं किं कतर कथम इत्येषु अन्यतमः अपि उपस्थितः स्यात् इत्यनेन किं वृत्तः इति सूत्रे उक्तम् ओके देन् लिङ् इति पदं पूर्वतने सूत्रे वर्तते तथापि प्रकृतसूत्रे पुनः उक्तं दर्शनार्थं यत् लट् यस्य अनुवृत्तिः भवति स्म न जायेत ओके पूर्वतनसूत्रे लट् इति अनुवृत्ति अस्ति परन्तु अत्र न अस्तु भगिनि सो सर्वलकाराणाम् अपवादः ओन्ली द विधिलिङ्ग् इस् फर् दस् किं वृत्ते गर्हायां धातोः लिङ् लृट् प्रत्ययौ परश्च ओके वट् इस् दट् काशिकायां गर्हायाम् इत्येव विभाषा न स्मर्यते ओके विभाषा नास्ति गर्हायाम् इत्येव अस्तु किं तदेव ओ अस्तु सो द पूर्वतनसूत्र किम् इति द्रष्टव्यं पूर्वतनसूत्रमस्ति विभाषा कथमि लिङ् च इति अस्तु सो तद् अत्र न तस्य अनुवृत्तिः अत्र न भवति सो विभाषा इति न भवति अनन्तरं किं लिङ्गायाम् इत्येव लट् अपि न भवति न भवति गर्हायाम् इत्येव तद् आम् गर्हायाम् इति अपि पूर्वतनसूत्रात् एव अनुवृत्तिः गर्हायां लडपि जातोः इत्यस्मात् केवलं गर्हायाम् इत्यस्य अनुवृत्तिः विभाषा इति पदं तु अनुवृत्तिरूपेण न आगच्छति अस्तु अस्तु भगिनि महोदय भवान् किमपि नियमः कः तत्र अस्ति तत्र कथमि लिङ्गि लिङ्ग् अपि लकारः भवति लट् अपि भवति इति इदानीं तस्मात् लिङ् इति स्वीकुर्मः चेत् तत्र लट् अपि भवति इति अत्र विवरणमस्ति तादृश अस्ति वा यत् आवश्यकं तदेव करणीयम् इति अथवा तत्र तस्मिन् अस्ति चेत् सर्वं करणीयम् इति तादृशनियमः कुत्रापि मां न पठितं सर्वत्र मया दृष्टं तादृशं भवति यदि तत्र यदि लिङ्ग् अपि कुर्मः चेत् अनुवृत्ति लट् अपि स्यात् लट् अपि आगच्छति तेन साकम् इति तत्र कुत्रापि तादृशनियमः अस्ति वा नियमः इति न जानामि परन्तु अस्मिन् पूर्वतनसूत्रे तत्र लट् इति अनुवृत्तिः तत्र अपि अनुवृत्तिः एव परन्तु एतत्तु विभाषासूत्रं खलु तस्मात् पूर्वं किं गर्हायां लडपि तदेव स्वीकर्तुं शक्यते खलु तत्र यद् आवश्यकं लिङ्ग् इति एव तस्य अनुवृत्तिः भवेत् अन्येषाम् अनुवृत्तिः न स्यात् इति कर्तुं शक्यते खलु तत्र परन्तु तादृश अस्ति तत्र सर्वत्र तादृश भवति तत्र निवारणार्थं तत्र पुनः पाणिनिः करोति तत्र तस्य अनुवर्तनं न भवेत् इति पुनः करोति यत् अनुवर्तनस्य आवश्यकता नास्ति तत्र पुनः भवति तत्र गर्हायां लडपि जातोः इति सूत्रे गर्हायां लट् अपि जातोः इति त्रीणि पदानि सन्ति खलु अग्रिमसूत्रे तद् विभाषा कथमी लिङ्ग् च इत्यत्र तत्र गर्हायां लट् इति पदद्वयमेव अनुवर्तते, न तु तत् तृतीयपदम् अपि जातोः इत्यस्य अनुवृत्तिः नास्ति. अस्तु, इदानीं एतत्तु किं वृत्ते लृङ् लृटौ, तत्र विभाषा इत्यस्य अनुवृत्तिः न आगच्छति, परन्तु पूर्वतनसूत्रात् कृत् उतापयोः गर्हायाम् इति तत्र त्रीणि पदानि आगच्छति पुनः. सो तद् लट् इति तु वन् बिफोर् दट् खलु, साक्षात् पूर्वसूत्रं नास्ति, तस्मात् पूर्वम् एकं तु मध्ये आगतं खलु, तत्र एव लट् मध्ये आगतं, तत्रापि लट् इति अनुवर्तते, तस्य विभाषा इति सूत्रे लट् नास्ति, तत्रापि लट् इति अनुवर्तते एव. तत्रापि गर्हायामपि अस्ति, परन्तु तद् पूर्वतनसूत्रे एकं पदमासीत् खलु अपि जातोः सप्तमी द्विवचनं, तस्य अनुवृत्तिः अग्रिमसूत्रे नास्ति. किं वृत्तेः कृते नास्ति? न न, विभाषा कथमी कथमी लिङ्ग् च इत्यत्रापि नास्ति, तत्र केवलं गर्ह एव अस्ति. गर्ह सत्यं, गर्ह लट् द्वयमेव, च इत्यनेन लट् तद् अवगन्तुं शक्यते, गर्हायाम् इति तु आगच्छति अनुवृत्तिरूपेण. प्रायः किमपि नियमः स्यात् महोदय? तर्हि पूर्वसूत्रमस्ति विभाषा कथनी लिङ्ग् लिङ्ग् लट् च गर्हायाम् इति सूत्रमस्ति, तस्मात् लिङ्ग् इति अनुवृत्तिः भवति स्म, परन्तु पुनः कृतं किं वृत्ते लृटौ एव लृट् इति एव आवश्यकम् आसीत् खलु, लिङ्ग् इति लिट् च इति वक्तुं लिट् च इति वदति चेत् लिङ्ग् लिट् च लिट् च इति वदति चेत् लिङ्ग् इत्यनुवर्ति तत् कर्तुं शक्यते. शक्यते, शक्यते, सत्यं. मात्राद्वयस्य भवति तदा लट् अपि भवति, लट् अपि तस्य अनुवृत्तिः भवति इति अत्र दत्तं खलु, तत्र लटः अपरिग्रहार्थम् इति लटः अपरिग्रहार्थम् इति यदि लिङ्ग् इत्यस्य अनुवृत्तिः भवति तर्हि लट् अपि आगच्छति इति सर्वत्र तादृश चिन्तनमस्ति बहुत्र एतादृशस्थितिषु तत्र पुनः करोति पाणिनिः. सत्यं नियमः के का नियमः इति तादृशः इदानीं स्पष्टं प्रायः भवेत्, वयं तु इदानीं पर्यन्तं न दृष्टवन्तः, परन्तु प्रायः भवेत् तादृशनियमः. लिङ्ग् इति सेपरेट्लि उक्तं, डोण्ट् टेक् इट् अस् लिङ्ग् च, जस्ट् टेक् इट् अस् लिङ्ग्. अस्तु, लृट् चेति वक्तव्यं, चकारात् प्रकृतो लिङ्ग् भविष्यति, नार्थो लिङ्ग् ग्रहणेन तत्साह चकारेण लिङ्ग् इव लटो अपि समुच्चयः स्यात् तस्यापि प्रकृतत्वात् तस्मात् तन् निवृत्त्यर्थम् इति भावः. पदमञ्जरि लिट् इति वदति चेत् न पर्याप्तं, केवलं लिट् एव भवति, लिट् च इति वक्तव्यं भवति, लिट् च इति वक्तव्यं चेत् तत्र सर्वत्र पूर्वतनसूत्रात् आगच्छति इति प्रायः. लिट् च इति अस्ति चेत् सूत्रे किं वृत्ते लिट् च इति अस्ति चेत् लिङ्ग् अपि ग्रहणं लट् अपि ग्रहणं भवति, भवति चेत् तत्र न भवति खलु, इत्यनेन लिङ्ग् इति अगेन् उक्तम्. अगेन् आम् सत्यं, तदेव उत्तरमपि अत्र एव तदेव उक्तम् अत्र, तत्र न्यासः इत्यत्रापि अस्ति, असतिः लिङ्ग्रहणे यदा प्रकृतवाच् वा चकारेण लिङ्क् समुच्चीयते तदा लडपि समुच्चीयते सोऽपि हि प्रकृत एव तस्मात् लटो निवृत्त्यर्थं लिङ् ग्रहणं कृतं तत्रापि अस्तु अस्माकं प्रश्नः ते पूर्वमेव जानन्ति आम् सत्यं लिङ् इति नावश्यकं चेत् लिट् च इति वक्तव्यमेव लिङ् इत्यस्य अनुवते लिट् च इति वक्तव्यमेव लिट् एव भवति चेत् तत्र च इति नास्ति चेत् तत्र लिट् एव भवति न अन्य लिङ् इत्यस्य ग्रहणं न भवति ग्रहणं न भवति न भवति तस्य निवारण भवेत् इदानीं सम्यक् तदेव अस्ति अरुणा भगिनी आगतवती वा भगिनी अस्ति वा अरुणा भगिनी सीम्स् टु बी देर् भगिनि म्यूटेड् अस्ति तत्रापि शृणोमि भगिनि अस्तु भगिनि नास्ति चिन्ता तदेव अस्तु महोदय भवान् पठति वा किं वृत्ते लिङ् लुटौ लृटौ इत्यस्य उदाहरणमस्ति कः कतरः कतमः वा हरिं निन्देत् निन्दिष्यति वा कः इति अर्थः अस्ति कः अभाग्यः अस्ति यत् हरेः निन्दां कुर्यात् इति गः कः अभाग्यः अस्ति यत् हरेः निन्दां कुर्यात् अस्मिन् उदाहरणे किं वृत्ते लिङ् लुटौ इति सूत्रेण षट् वाक्यानि भवन्ति कः हरिं निन्देत् इति लट्लकारे कतरः हरिं निन्देत् इति तत्र किं वृत्ते इति किं कतर कथम् इत्यस्य तत्र किं कः हरिं निन्देत् कतर हरिं निन्देत् कथमः हरिं निन्देत् इति लट्लकारे इति क्षम्यता लिङ्ग्लकारे खलु क्षम्यता लिङ्ग्लकारे अपि च लिट्लकारे कः हरि निन्दिष्यति कतर हरि निन्दिष्यति कथमः हरि निन्दिष्यति इति अत्र किं शब्दस्य व्यवहारेण किं वृत्तं भवति अपि च तेनैव व्यवहारेण गर्हा इति अर्थः अपि जायते अतः निन्दि इति धातोः किं वृत्ते लिङ् लुटौ इति सूत्रेण विधिलिङ्लकारे सति निन्दे अपि च लिट्लकारे सति निन्दिष्यति इति द्वे पदे जायते इति तर्हि तत्र किं वृत्ते लिङ्गतौ इत्युक्ते तत्र किं वृत्ते इत्युक्ते तत्र किम् इत्यस्य प्रश्नवाचकस्य तत्र कः कतरः कतमः इति त्रयाणां ग्रहणं भवति तत्र निन्दायाम् एव कः अभाग्यः अस्ति यत् हरेः निन्दां कुर्यात् इत्यर्थे कः हरिं निन्देत् अथवा कः हरिं निन्दिष्यति एवमेव कतर हरिं निन्देत् कः कतर हरिं निन्दिष्यति कथम हरिं निन्देत् कथम हरिं निन्दिष्यति इति वाक्य षड् वाक्यानि भवन्ति परन्तु अत्र तत्र निन्दा इति कथं वा किं प्रश्नवाचक इति अत्र तत्र वाय्स् माड्युलेशन् एव भवति वा निन्दा अन्यथा न भवितुमर्हति खलु तत्र सत्यम् इति प्रश्नवाचक भवति अथवा खलु सत्यं सत्यं सामान्यतया पृच्छामः चेत् कः हरिं निन्देत् इति तत्र किं वदामः निन्दनारूपेण न भवति खलु काकु तदेव काकु टोन् एव रैट् खलु टोन् अथवा यः पाठ व्याकरणम् अधीतवन्तः सः अवगतं तेन अवगन्तुं शक्यते यत् किं लिङ्गतौ इति अथवा सन्दर्भानुसारमेव सन्दर्भानुसारं तद् प्रसङ्गानुसारं तद् भवति कुत्र कस्मिन् विषये वदति तस्मिन् यदा तत्र प्रचारं कुर्वन्ति खलु इदानीं तत्र निन्दा एव कुर्वन्ति खलु तस्मिन् समये वयम् अवगन्तुं शक्नुमः कः हरिं किम कः हरि यदि हिरण्यकश्यप अस्ति चेत् कः हरिं स्तुदातौ खलु स्तौति अथवा किम् स्तौति इत्यस्य किं भवति स्तूयते स्तूय न क्षम्यतां कदा स्तुदातुः खलु किं भवति लिङ्ग आत्मनेपदे विधिलिङ्गकारे विधिलकारे स्तू धातोः किं स्तु परस्मेपदी वा आत्मनेपदी वा परस्मेपदी अस्ति खलु स्थितमियुः देन् स्तू स्तू स्तू नो भवेत् भवेत् भवेतां भवेयुः इति हिरण्यकशिपु वक्तुं शक्यते सः तादृश वाक्यं प्रयोगं करोतु कर्तुं शक्यते कः कः हरिं स्तूयात् सत्यम् तत्र प्रसङ्गानुसारमेव वक्तुं शक्यते नारायणीयं किम् उक्तम् इति तत्र दशकद्वयमस्ति हिरण्यकशिपु हिरण्यकशिपु विषये आं सत्यं दशकद्वयं सत्यं सम्यक् अग्रे पठामि आम् लृङ् प्राङ्वत् लृङ् प्राग्वत् इति वाक्यं सिद्धान्तकौमुद्यां सिद्धान्तकौमुद्याः वृत्तौ वर्तते पूर्वतनसूत्रे विभाषाकथने लिङ् च एका विशिष्टा परिस्थितिः भवति यत्र लृङ्लकारस्य सम्भावना अपि भवति तद्वत्त्रापि किं वृत्तेः लृङ्लृटौ इति सूत्रेण यत्र एकं विशिष्टं कार्यं भवति स्म अथवा तादृश प्रयोजने प्रयासः जातः परन्तु साफल्यं न प्राप्तम् अथवा भविष्यति यत्र तादृश असफलः प्रयासः स्यात् तत्र भूतकाले विकल्पेन लृङ्लकारः भवति भविष्यत्काले च नित्यं लृङ्लकारः इति तत्र क्रियातिपत्ति अस्ति चेत् भूतकाले विकल्पेन भवति भविष्यत्काले नित्यं लृङ्लकारः भवति इति अस्ति तत्र यदि एतादृश निन्दाकार्यं कोऽपि कृतवान् परन्तु सफलः न जातः कर्तुं क्षम्यतां तत्र कर्तुं प्रयासः कृतः परन्तु तस्मिन् सफलता न प्राप्तं चेत् तत्र क्रियातिपत्तिः भवति तर्हि तत्र लिङ्गकारस्य अपि भवति लिङ्गकारस्य प्रयोगः भवति लिङ्गकारस्य प्रयोगः भवति पक्षे लिङ्गकारस्य अपि इति भवति इति अस्ति चिन्तयामि एतद् खलु लिङ्गकारस्य अपि भवति लिङ्गकारविकल्पेन खलु विकल्पेन खलु सत्यं सत्यं लृङ्लक विकल्पेन अस्ति परन्तु भविष्यत्काले तादृशविवक्षा अस्ति तत्र कोऽपि यदि कर्तुं तादृशप्रयत्नं करोति तस्मिन् कार्ये सफलता न प्राप्नोति तत्र क्रियातिपति तत्र नित्यं लृङ्लकारः इति अस्ति यथा एतादृशकाशिकायाम् उदाहरणे दीयते को नाम वृषलः यं तत्र भवान् याजयेत् इति लिङ्लकारे यं तत्र भवान् वृषलं याजयिष्यति इति एकम याजयेत् को नाम तत्र भवान् याजयेत् इति लिङ्लकारे यं तत्र भवान् वृषलं याजिष्यति इति लिङ्लकारे कतरो नाम कतमो नाम यं तत्र भवान् वृषलं याजयेत् याजयिष्यति इति तत्र कतर कथम इति भूते क्रियातिपत्तौ विकल्पेन भविष्यति नित्यम् इति तर्हि इदानीं लृङ्लकारे को नाम वृषलः यं तत्र भवान् अयाजयिष्यत् इति अस्मिन् उदाहरणे वृषलः नाम दुर्जनः याजयति इति यज् धातोः निजन्तरूपं यजते नाम त्यागं करोति दर्शने केनचित् स्वस्य चारित्रं ख्यातिं नाम वा त्यागः क्रियते दुर्जनस्य कृते आरम्भे सामान्यत्वे किं वृत्ते लिङ्गटौ इत्यनेन विधिलिङ्ग् च लिट् इत्यनयोः वाक्यानि दीयन्ते तदा अतिपत्तौ नाम यत्र कार्यस्य असाफल्यं जायते भूते विकल्पेन लृङ् अयाजयिष्यत् भविष्यति नित्यं लृङ् च भवति अर्थः अस्ति तस्य दुर्जनस्य नाम किं यस्य कृते भवतः असफलः प्रयासः जातः स्वस्य नामत्यागार्थं प्रथमे उदाहरणे च अस्मिन् अर्थे कोप हरिम् अनिन्दिष्यत् इति भवति अत्र अनिन्दिष्यत् इति भवति उभयत्र किम् इति प्रश्नवाचकशब्दः निन्दार्थे भवति अतः क्रियातिपत्तौ तत्र भूतकाले विकल्पेन भवति भविष्यत्काले नित्यं भवति क्रियातिपत्तौ इति अस्ति तत्र भूतकाले एकमस्ति लिङ्लकारः अपरः कः अपरः विकल्पेन इत्युक्ते तत्र न भूते विकल्पेन लृङ् भविष्यति नित्यं लृङ् न क्रियातिपत्तौ खलु क्रियातिपत्तौ एव खलु क्रियातिपत्तौ खलु तर्हि अत्र विकल्पेन इत्युक्ते विकल्पः इदानीं लृट्लकारस्य वा लिङ्लकारस्य विकल्पः वा भूते इदानीं क्रियातिपत्ति अस्ति चेत् भवति वा विकल्पेन वा लृङ्गेव लृङ्गेव क्रियातिपत्तौ भूते क्रियातिपत्तौ वा लृङ्ग् सो लिङ्ग् भवति लिङ्ग् भवति लिङ्ग् भवति खलु तत्र यत्र यत्र लिङ्गलकारस्य प्रसङ्ग लिङ्गलकारस्य यत्र लिङ्ग् अस्ति तत्र लृङ्लकारः क्रियातिपत्तौ भवति इति उक्तं खलु तत्र सर्वत्र तादृशः अस्ति इदानीं विकल्पः इति भूतकाले विकल्पः अस्ति चेत् कः भवति विकल्प इति वाक्यद्वयं भवेत् खलु क्रियातिपत्तौ तर्हि लिङ्ग् एव भवति इति अहं चिन्तयामि लिङ्ग् एव भवति लिङ्ग् अपि लृङ्ग् अपि क्रियातिपत्तौ भूतकाले अस्ति लिङ्ग् आम् अग्रे सत्यं तत्र अग्रे तत्र अग्रे नित्यं भूतकाले तत्र एक लृङ् भवति इति अस्ति अत्र विकल्पेन इति अस्ति खलु तत्र सत्यं सत्यं तादृश सत्यम् उदाहरणानि तु न एकमेव तदेव दत्तं खलु यजते तदेव वृषलः इति एव दत्तम् अन्यत् किमपि एकनिमिषं तदपि एकवारं पश्यामि त्री वन् किं सूत्र सङ्ख्या त्री वन् त्री त्री वन् फार्टि फोर् खलु त्री त्री वन् फार्टि फोर् उत्थाप्यो समर्थे लिङ्ग् अनन्तरं तत्र तत्र नित्यं तत्र वा उत्थाप्योः इति खलु तत्पर्यन्तं वन् फोर्टि वन् पर्यन्तं विकल्पेन भूतकालार्थे लिङ्ग् भवति लिङ्ग् च भवति अनन्तरं नास्ति इति तत्र त्रि त्रि वन् फोर्टि खलु तत्र किमस्ति भूते च लिङ्ग्निमित्ते लृङ् क्रियाधिपत्तौ लिङ् निमित्ते लृङ् क्रियाधिपत्तौ तत्र भूते विकल्पेन भवति तत्पर्यन्तं तत्र तादृशः अस्ति वन् फोर्टि वन् पर्यन्तं प्रायः वन् फोर्टि पर्यन्तं तत्र भूतकालार्थे क्रियातिपत्तौ विकल्पेन भवति लिङ्लकारः लृङ्लकारः भविष्यत् नित्यम् अनन्तरं यत् यानि सूत्राणि सन्ति लिङ्लकारस्य तत्र लिङ् क्रियातिपत्तौ लिङ्लकारे भूतकालार्थे नित्यम् अपि च भविष्यत्काले भविष्यत्काले सर्वदा नित्यमेव अस्ति क्रियातिपत्तौ इति तादृश प्रायः तदेव दत्तम् अत्रापि भूते क्रियातिपत्तौ वा लृङ् भविष्यति तु नित्यम् अन्यत् किमपि न दत्तम् किमर्थं भूते विकल्पम् इति वदामः भगिनि तत्र विकल्पेन अस्ति खलु तत्र विकल्पसूत्रं वैकल्पिकम् इति अस्ति अत्र एकनिमिष तत्र तद् प्राग् किं प्राग् किमपि उक्तं खलु तत्र अस्ति खलु पठितम् अस्माभिः खलु लुङ् प्राग्वत् सर्वत्र तस्य अनुवृत्तिः भवति लुङ् प्राग्वत् इति लिङ्ग् प्राग्वत् ओ अस्ति लुङ् प्राग्वत् वा किम् आसीत् तद् कुत्र अस्ति एकं लिङ् प्राग्वत् इति किं वृत्ते लिङ्ग्लट् लिङ् प्राग्वत् इति अस्ति खलु तत्र एक लिङ् प्राग्वत् इति अस्ति सूत्रं सूत्रं How does it start? Ling Pragvat, that's all, Bhagini? No, no, no. Ling Pragvat is just given. Tavadeva. Oh, okay. Oh, Atra Sutre Nasti. Siddhanta Kaumudyam Dattam Asti. Ling Pragvat iti. Sutra Siddhanta Kaumudyam. Utapyo iti kalu. Utapyo iti kalu. Va utapyo iti. Tatra. तद् तु गर्हायां लडाजि वा उत्तप्योः आं सत्यं भूते च समर्थयो लिङ्ग् इति खलु उत्तप्यो समर्थयो लिङ्ग् इति इति लिङ्गपर्यन्तं विकल्पेन भवति इति अस्ति अत्र समर्थ्योः लिङ्ग् 33142 इति अधिकारः लिङ्ग् लृङ्ग् मे बि आप्शनलि यूस्ड् इन् डिनोटिङ्ग् द पास्ट् टेन्स् सर्वम् अनुवर्तते भूते लिङ्गकारस्य नित्यं भवति इति अस्ति इति वा उतापयो इति विकल्पः निवृत्तः इति खलु तत्र वा आ उतापयोः वा तापयोः वा तत्र अभिविधि खलु मर्यादापयोः समर्थ्योः विकल्पेन अस्तु अस्तु वयं पठितवन्तः वा भगिनी तत् सूत्रं न पूर्वं प्रायः अग्रे भवति अत्र न पठितवन्तः ओ अस्तु अस्तु षड् वा पञ्च वा षड् एव खलु मुख्यसूत्राणि तस्मिन् नास्ति लिङ्ग्लकारे भवति महोदय तत्र अग्रिम लिङ्ग्लकारे अग्रिमपाठनम् अस्ति तस्मिन् अस्ति तदेव अस्ति तत्र प्रमुखानि अस्तु अस्तु तद् स्मरणे भवतु लिङ्ग् प्राग्वत् प्राग्वत् लिङ्ग् प्राग्वत् इति वाक्यं सिद्धान्तकौमुद्याः वृत्तौ वर्तते अस्तु अग्रे प्रायः उतापयो इत्यनेन एव तत्र सर्वत्र भवति उतापयो पर्यन्तं विकल्पेन इति तत्र अस्ति लिङ्गकारस्य प्रसङ्गे तत्र स्पष्टः भवति अस्माकं यत्र यत्र लिङ्गकारः अस्ति तत्र लिङ्गकारः भवति एव क्रियातिपत्तौ तत्र सर्वत्र वा उतापयो पर्यन्तं भूते विकल्पेन लिङ्ग्लकारः पक्षे लिङ्ग्लकारः क्रियातिपत्तौ क्रियातिपत्तौ अपि लिङ्ग्लकारस्य प्रयोगः भवति विकल्पेन इति अस्ति तद् वैशिष्ट्यमस्ति अतः यथा वयं भूतकालार्थे लिट्लकारः भवति लिट्ल भविष्यत्काले भूतकालप्रयोगः भवति तथैव अत्र व्यामिश्रणं तत्र व्यामिश्रणं भगिनी भवती पठति वा प्रश्नः उदेति अस्तु भगिनि प्रश्नः उदेति यत् किं वृत्ते लिङ्ग् लृटौ इति सूत्रे कुतः लृङ् प्राग्वत् इति सूचना प्राप्यते तथैव काशिकायां दत्तं यत् भूते क्रियादिपत्तौ वा लृङ् भूते क्रियादिपत्तौ वा लृङ् भविष्यति तु नित्यम् ओके एतत् सर्वं किं वृत्ते लिङ् लृटौ इत्यस्य अनुवृत्तिसहितसूत्रे नास्ति किल किं वृत्ते लिङ् लृटौ कुत्र अस्ति ओ दत्स अग्रिमं 144 अनुवृत्ति नास्ति ओके उत्तरत्वेन उच्यते यत् ओतापयोः इति सूत्रात् वा इत्यस्य अधिकारः अनेन प्राग्वत् पूर्वतनसूत्रम् इव विकल्पेन एकस्मिन् पक्षे लृङ्लकारः अपि भवति अनेन प्राग्वत् पूर्वतनसूत्रम् इव विकल्पेन एकस्मिन् पक्षे लृङ्लकारः अपि भवति. अनिन्दिष्यत् ओके, लृङ्लकारः क्रियाधिपत्तौ अनिन्दिष्यत् ओके, नाम अनुवृत्तिसहितसूत्रे एवं भवेत् वा लृङ् प्राग्वत् वा ओ लृङ् प्राग्वत् आहत्य किंवृत्ते गर्हायां धातोः किंवृत्ते गर्हायां धातोः लिङ् लृट् प्रत्ययौ परश्च वा ओके परश्च वा इतावत् वा इत्यनेन लृङ् प्राग्वत् इति अधिकार अधिकार अस्ति तत्र अधिकारवत् कार्यं करोति तस्य कृते एव अस्ति ओके. पुनरेकवारं पठामि जस्ट् फार् मैसेल्फ्. प्रश्नः उदेति यत् किं वृत्ते लिङ् लृटौ इति सूत्रे कुतः लृङ् प्राग्वत् इति सूचना प्राप्यते. तथैव काशिकायां दत्तं यत् भूते क्रियाधिपत्तौ वा लृङ् भूते क्रियाधिपत्तौ वा लृङ् भविष्यति तु नित्यम्. एतत् सर्वं किं वृत्ते लिङ् लृटौ इत्यस्य अनुवृत्तिसहितसूत्रे नास्ति किल. उत्तरत्वेन उच्यते यत् ओताप्योः इति सूत्रात् वा इत्यस्य अधिकारः अनेन अनेन प्राग्वत् पूर्वतनसूत्रम् इव. सो ओताप्योः इस् 141 गर्हायां. सो किं वृत्ते लिङ् लिङ् लृटौ इत्यस्य कृते ओताप्योः इत्यस्मात् अनुवृत्ति न आगच्छति वा आगच्छति खलु वा इत्यस्य अधिकारः अधिकारः भवेत् ओके ओके. सो किं वृत्ते लिङ् लृटौ इत्यस्य कृते वा इति अपि अस्ति इति ओके इत्यस्य सूत्रे अनुवृत्तिसहितसूत्रे नास्ति किल ओके. अनुवृत्तिसहितसूत्रे सूत्रे अत्र न दत्तं पूर्वम् ओके. अनुवृत्तिसहितसूत्रे नास्ति. उत्तरत्वेन उच्यते यत् ओतापयोः इत्यस्मात् सूत्रात् वा इत्यस्य अधिकारः ओके. अनेन प्राग्वत् पूर्वतनसूत्रम् इव पूर्वतनसूत्रम् इव विभाषा कत पूर्वतनसूत्रम् इस् विभाषा कथमपि लिञ्च वा ओके सत्यं सत्यम् ओके. अनेन प्राग्वत् पूर्वतनसूत्रम् इव विकल्पेन एकस्मिन् पक्षे लृङ्लकारः अपि भवति अनिन्दिष्यत् ओके. लृङ्लकारः कण्डिशनल् अनिन्दिष्यत् ओके नाम अनुवृत्तिसहितसूत्रे एवं भवेत् वा इति लृङ् प्राग्वत् वा इत्यस्य अर्थमपि अस्ति लृङ् प्राग्वत् ओके. आहत्य किं वृत्ते गर्हायां धातोः लिङ् लृट् प्रत्ययौ परच वा ओके तत्र तत्र लट् इत्यस्य निवृत्तिः कृतम् अनेन सूत्रेण लिङ् लृटौ किं वृत्ते लृङ् लृटौ इति उक्त्वा परन्तु लृङ् इत्यस्य निवृत्तिः न कृतम्. सो दट् विल् नेचुरलि तस्य प्राग्वत् तस्य अनु अधिकारः आगच्छति एव खलु. दे डिन् वाण्ट् लट् एव परन्तु अन्यत् सर्वम् आगच्छति. लृङ् लृङ्ग् अस्ति लृङ्ग् अस्ति लृट् अपि अस्ति लट् एव निवृत्तं कृतं लट् न इष्यते. अत्र सूत्रे यत्र यत्र लिङ्ग् अस्ति तत्र लृङ्ग् भवति एव क्रियातिपत्ति अस्ति चेत् अतः तत् यत्र यत्र लिङ्ग् अस्ति तत्र क्रियातिपत्ये क्रियातिपत्तौ क्रियातिपत्ति भूतकाले अपि भवति भविष्यत्काले सामान्यतः वयं भविष्यत्काले क्रियातिपत्ति पश्यामः खलु तत्र भूतकाले कथं अथवा क्षम्यता भूतकाले एव पश्यामः खलु क्रियातिपत्तिः इस् नाट् हेपण्ड् इति भविष्यत्काले विवक्ष यद्यपि तादृश करोति चेदपि तत्र तस्य साफल्यं सफलता न प्राप्यत इति सत्यं वक्तुं न शक्यते भवेत् अपि खलु. आम् सत्यम् अतः तत्र भविष्यत्काले अपि भवति लिङ्लकारस्य प्रयोगः तदा तत्र लिङ्गपि अस्ति, लृङ्गपि अस्ति, लृट् अपि अस्ति, लट् एव न लट्टते क्रियातिपत्तौ एव खलु लृङ् क्रियातिपत्तौ एव कण्डिशनल् इति कारणे सर्वलकाराणाम् अपवादः एतत् सूत्रं तदपि स्मर्तव्यं तदपि उक्तम् अस्ति खलु किं वृते लृङ् लृटौ इति सर्वलकाराणाम् अपवादः इति अदौ वन् हू इस् गोयिङ्ग् टु तत्र यदि भविष्यत् भूतकाले सः कृतवान् कोऽपि निन्दां कृतवान् तत् तदापि तत्र लृट्लकारस्य प्रयोगः भवितुमर्हति भवति खलु तदेव तत्र वक्ष्यामः इति दृष्टवन्तः खलु तादृशम् आदौ किं सूत्रमासीत् अभिजानासि किमपि तद् अथवा कोऽपि अस्ति तथापि तत्र तत्रापि को हरि निन्दति इति वक्तुं न शक्यते को हरिं निन्दिष्यति एव वक्तव्यं भवति को हरिं निन्दयति इत्येव वक्तव्यं लट् लकारे अपि भूतकाले अपि निन्दितवान् इदानीं को हरिं निन्दिष्यति इत्येव वक्तव्यं भवति भूतकालार्थे अथवा को हरिं निन्दयति इति भविष्यत्कालतः अस्ति एव लट् लकारः भवति लिङ्ग्लकारः अपि भवति लिङ्ग्लकारः सत्यं सः तत्र लृङ् अपि आगच्छति इत्येव अस्तु आम् अग्रिमसूत्रं पठामः वा भगिनि अस्तु भगिनि अनवतृप्तयं कृप् नो तृप्त्यं हर्षयोर् हर्षयोः अनव अनवकृप् अनवकृप्ति अनवकृप्ति अमर्षयोः अकिं वृत्तेर् अकिं वृत्तेः अपि ओके अकिं वृत्ते ओके अनवकृप्ति अमर्ष ओके अमर्षयोः अकिं वृत्ते अपि ओके असम्भावना असम्भावना च अक्ष्मा अक्षमा असम्भाव अक्षमा असम्भावना च अक्षमा चेत् चेत् च इति अनयो इत्यनयोः अर्थे च इति अनयोः अर्थे किं वृत्तेः उपपते सत्यपि असत्यपि धातोः कालसामान्ये सर्वक सर्वलकार उप् सर्वलकार अपवादे अपवादे खलु सर्वलकारापवादे सर्वलकार अपवादे लिङ् च लृट् च लकारौ भवतः असम्भावना च अक्षम च इति अनयोः अर्थे किं वृत्तेः उपपदे सति अपि असति अपि धातोः कालसामान्ये सर्वलकार अपवादे लिङ् च लृट् च लकारौ भवतः ओके गर्हायाम् इति निवृत्तम् ओके अनव अनवकृप्तिः असम्भावना अनवकृप्तिः इत्युक्ते असम्भावना वा अनवकृप्तिः असम्भावना अमर्षः मीन्स् अक्षम अमर्षः इत्युक्ते अक्षम इति अमर्षः अक्षम न सम्भा न सम्भावयामि न मर्षये वा भवान् हरिं निन्देत् निन्दिष्यति वा न सम्भावयामि ओके सम्भावयामि न मर्षये मर्षये आत्मनेपति लट्लकार वा मर्षये मर्ष लैक् भजे रमे भजे खलु मर्षये अहं मर्षये न मर्षये अहं लिङ्गकारे न सम्भावयामि अस्ति चेत् न मर्षये इति अहमेव स्यात् खलु न सम्भावयामि न सम्भावयामि अहं मर्षय विधिलिङ्ग यात् यातम् युः याः यातं यात यां यावयाम इति तम् युः इः इतम् इत इयम् इव इम ईत इयतम् खलु टालरेट् इति अर्थे सम्यक् एव निजन्त निजन्तप्रयोगः मृष्धातोः मर्षये मर्षि इति अति आतिदेशे न सम्भावयामि न मर्षये वा भवान् हरिं निन्देत् निन्देत् अथवा निन्दिष्यति ओके निन्देत् निन्दिष्यति न सम्भावयामि न सम्भा वाक्यद्वयमस्ति खलु न सम्भावयामि भवान् हरिं निन्देत् वाट् इस् द मीनिङ्ग् बिगिन् न सम्भावयामि भवान् ऐ डिड् नाट् वै न सम्भावयामि फर् मी ऐ केनाट् अण्डर्स्टाण्ड् वै इम्पासिबल् आर् नाट् टु बी बिलीव्ड् it is impossible for me to understand athava not to be believed amarshah ityukte not to be tolerated not endurable astu yeah I cannot tolerate that you are doing hari nindanam okay na sambhavayami athava na marshaye okay bhavan harim ninde athava harim nindishyati okay okay ring प्राग्वत् ओके इति सिद्धान्तकौमुद्याम् अस्ति ओके ओके इति द होल् थिङ्ग् इस् इन् सिद्धान्तकौमुद्याम् ओके अनेन अवगम्यते यत् गर्हायाम् इत्यस्य अस्मिन् सूत्रे अनुवृत्तिः नास्ति गर्हाय सो अस्मिन् सूत्रे गर्हायाम् इति नास्ति तावदेव तत्र गर्हा नास्ति सम्भावयामि अथवा तत् मर्षे इति अस्ति तदेव तत् सामान्य गर्हा इति नास्ति तत्र मर्षे इति भवति खलु ऐ केन् नाट् टालरेट् इति सत्यमेव खलु अस्माकं तद् नेता यदा वदति सनातनधर्मविषये तत्र न मर्शये तावदेव ऐ कान्ट् टालरेट् इट् तावदेव तत्र निन्दा अहं न करोमि वा न करोमि वा इति नास्ति अहं न मर्शये अहमेव कारागृहं गच्छामि सा तु ही विल् बी फ्री सो न मर्शये तावदेव मर्शये seems to be like a lat also kalu bagini marshaye mrishyati dhatu iti mrish dhatu marshaye na mrishye iti bhavati mrish dhatu kalu vadi gane api vaktum shakyate kalu vadi gane marshaye vadi gane te ante se ite dve evahe mahe evahe marsh भुवादिगणे न भुवादिगणे यकारः नास्ति खलु सो भुवादिगणे परस्मैपदी धातुः अस्ति मृष्यति तत्र तु सेचने इति अर्थः अस्ति तत्रापि टालरेट् इति अर्थः अस्ति परन्तु तत्तु परस्मैपदी धातुः अतः मर्षये इति रूपं मर्षये इति नास्ति ओके सो निश्चयेव गणे मृष् तितिक्षायाम् अर्थः सहने सेचने समानम् अस्ति परन्तु तत्र परस्मैपदी अत्र तु परन्तु तद् परस्मैपदी धातुः एव महोदय तत्र तु नास्ति अत्र दिवादौ तु उभयपदी अस्ति तत्र लट्लकाररूपं निश्चये भुवादौ निजन्तरूपं पश्यामः एकवारं तदपि मर्षेयं इति प्रायः पश्यामि. मर्षेत् खलु, मर्षेत् मर्षेः मर्षेयम् आम् आम् मर्षये तत्रापि अस्ति निजन्तये आत्मनेपदी मृष सेचने सहने भुआदौ कर्तरि लट् मर्षये इति भवति तत्रापि तदपि निजन्ता एव बट् तितिक्षा इति सम्यक् एव भव सहने इति अपि सम्यक् एव सुदृपा इस् समाना इन् निजन्ता एनि आफ् दट् भुआदौ अथवा विवादौ अस्तु बट् निजन्त इति स निजन्तप्रयोग निजन्तप्रयोग अस्तु अनेन अवगम्यते यत् गर्हायाम् इत्यस्य अस्मिन् सूत्रे अनुवृत्तिः नास्ति अस्ति अस्तु अनवक्लृप्तिः इत्युक्ते असम्भावना अमर्षः इत्युक्ते अक्षमा क्षमा नास्ति इति ओके पूर्वसूत्रवत् विभाषा इत्यस्य अनुवृत्तिः न भवति अस्य फलम् अस्ति यत् यत् अपरेषां सर्वेषां लकाराणां बाधा भवति अत्र केवलं विधिलिञ्च लृच्च सम्भवतः निदर्शनस्य अर्थः एवं यत् भवान् हरिं निन्देत् निन्दिष्यति वा तादृशी घटना वक्तुः मनसि सम्भावनीया नास्ति अथवा क्षमा योग्या नास्ति अथवा क्षमायोग्या नास्ति आम् न अवक्लृप्तिः अनवक्लृप्तिः नै तत्पुरुषः न मर्षः अमर्षः नै तत्पुरुषः अनवक्लृप्तिश्च अमर्षश्च तयोः इतरेतरयोगद्वन्द्वः अनवक्लृप्त्यमर्षौ अनवक्लृप्त्यमर्षौ तयोः अनवक्लृप्त्यमर्षयोः ओके किमो वृत्तं किं वृत्तं किमो वृत्तं किं वृत्तं न किं वृत्तं न किं वृत्तम् अकिं वृत्तं तस्मिन् अकिं वृत्ते षष्टितत्पुरुषगर्भ नञ् तत्पुरुषसमासः षष्टितत्पुरुषगर्भ नञ् तत्पुरुषसमासः अनवक्लृप्तमर्षयोः सप्तम्यन्तम् अकिं वृत्ते सप्तम्यन्तम् अपि इति अव्ययं त्रिपदमिदं सूत्रम् किं वृत्ते लिङ् ऋटौ इत्यस्मात् लिङ् ऋटौ इत्यस्य अनुवृत्तिः प्रत्ययः धातोः परश्च इत्येषाम् अधिकारः अनुवृत्तिसहितसूत्रम् अनवकृत्यमर्षयोः अकिं वृत्ते अपि धातोः लिङ् लृट् प्रत्ययौ परश्च I understood but I did not see it back bagini okay anavakripti kriptyarthe nasti apicha amarsha amarsha amarsha amarsha arthe meaning na kshama kshama nasti itasya krite api arthe api dvayoho arthe akim vritte nasti इति अकिं वृत्ते अपि धातोः लिङ् अपि भवति लृट् अपि भवति प्रत्ययः परश्च अस्तु भगिनि असम्भावना च अक्षमा च इत्यनयोः अर्थे किं वृत्तेः उपपदे सत्यपि असत्यपि किं वृत्तेः उपपदे सत्यपि असत्य अपि धातोः कालसामान्ये सर्वकाल सर्वलकार अपवादे लिङ् च लृट् च लकारौ भवतः अतः अत्र अकिं वृत्ते इत्युक्ते किं वृत्ते अथवा अकिं वृत्ते किं वृत्ते सत्यपि असत्यपि ओके ओके किं वृत्ते ओ दत्वैन्द अनुवृत्तसहितसूत्रम् अकिं वृत्ते अपि इति अपि इति अस्ति किं वृत्ते अपि सति अपि किं वृत्ते असति अस्तु अस्तु गर्हायां तत्र अनुवृत्तिः नास्ति अनन्तरं लुङ् लृङ् प्राग्वत् प्राग्वत् लृङ् अपि भवति यदा पूर्वतनसूत्रे दृष्टवन्तः खलु तदपि भवति लृङ् कम्स् हियर् टु ओके किं वृत्ते लिङ् लृटौ कृते लृङ् आगच्छति तथा एव अत्रापि ओके अनवक्लृप्त्यमर्षयोः अकिं वृत्तेरपि किं कतर कथम इति प्रयोगस्य प्रयोगं विना अपि भवति विद् अपि वित् अपि सत्यं सत्यं सत्यम् अस्तु महोदय भवान् पठति वा अनवक्लुप्ते अमर्षयोः अनवक्लुप्ते अमर्षयोः किं वृत्ते अपि इति सूत्रस्य काशिकाव्याख्यायां काशिकाव्याख्यायाम् उक्तं यत् तस्वेचः पूर्वनिपातः लक्षणव्यभिचारचिह्नं तेन यथासङ्ख्यं न भवति अस्य अर्थः एवं यत् अल्पादत्तरम् इति सूत्रम् अनुसृत्य द्वन्द्वसमासे द्वयोः प्रातिपदिकयोः मध्ये यस्मिन् अच्वर्णाः न्यूनाः सन्ति तथा प्रातिपदिकं द्वन्द्वसमासस्य प्रथमसदस्य भवति परन्तु अनवक्लुप्ति अमर्षयोः अनवक्लुप्त्यमर्षयोः इति द्वन्द्वसमासे अनवक्लुप्ति इति इत्यस्मिन् अमर्ष इति प्रातिपदिकस्य तुलनया अधिका अचुवर्णाः सन्ति चेदपि द्वन्द्वसमासस्य प्रथमसदस्य अस्तु काशिकारैः उच्यते यत् अनेन ज्ञापकं भवति यत् अत्र यथासङ्ख्यम् अनुदेशसमानम् इत्यस्य प्रसक्तिः नास्ति यथासङ्ख्यम् अनुदेशसमानम् इति सूत्रम् अनुसृत्य सूत्रस्य अर्थः एवं भवति स्म यत् यदा घटना असम्भवनीया इत्युक्ते अनवक्लुप्तिः तदा विधिलिङ्गकारः यदा च घटना क्षमायोगः नास्ति अमर्षः तदा लुट्टकारः परन्तु यतोहि अनवक्लुप्ति द्वन्द्वसमासे प्रथमसदस्य अनेन बोध्यं यत् अत्र क्रमम् अनुसृत्य न भवति अपि तु अनवक्लुप्ति वा भवतु अमर्षः वा भवतु उभयत्र लकारद्वयं लिङ् च लुट् च सम्भवति इति अत्र अनवक्लुप्ति अमर्षयोः किं वृत्तेः द्विङ् लृट् इति अस्ति तत्र अत्र अस्माकं चिन्तनम् एवं भवितुमस्ति अनवक्लुप्तेः लृङ् अपि च यथासङ्ख्यम् अमर्षयोः लृट् इति परन्तु अत्र कथं वा ज्ञातुं शक्नुमः इत्युक्ते तत्र अनवक्लिप्त अमर्ष अमर्ष इति अमर्ष अमर्ष अमर्षे इति तत्र द्वन्द्वसमासः अस्ति द्वन्द्वसमासस्य नियममस्ति यस्य अल्पातत्तरमिति सूत्रमस्ति तस्य तत्र पूर्णनिपातः भवति तर्हि अमर्ष अनवक्लुप्त्योः इति स्यात् परन्तु तादृश तत्र लक्षणव्यभिचार कृतमस्ति तत्र तत्र तत्र सूत्रस्य अल्पातत्तरमिति सूत्रस्य प्रसक्तिः न कृतम् इत्युक्ते तत्र तादृश यथासङ्गर्तमानम् इति तत् तत् तस्य अनुसारं तत्र कार्यं न भवति इति अनेन ज्ञापितं भवति अतः अनवक्लिप्तमर्षयो ज्ञापकं भवति अतः अनवक्लिप्ते अपि अमर्षयोः किं वृत्ते अपि इति किं वृत्ते अथवा किं वृत्ते अपि लृङ् लृट्लकारः अपि च लिङ्लकारः भव लिङ्लकारः लिट्लकारः भवति इति अस्ति अवगतं वा भगिनि आं भगिनि सार्ट् आफ् ऐ हेव् टु रीड् इट् अगेन् तत्र यथा तत्र यथासङ्ख्यम् अनुदेशसमानं न भवति तत्र सामान्यतया वयं तत्र द्वन्द्वसमासस्य एकः नियमः अस्ति खलु सीताराम सीता न भरतशत्रुघ्न किमपि तद् अस्ति खलु अन्ते एव शत्रुघ्नः इति आगच्छति भिन्नभिन्नसूत्राणि सन्ति पूर्णनिपातस्य एकमस्ति अल्पातत्तरम् अनन्तरं तत्र भरतशक्तु शत्रु रामलक्ष्मण भरत इति तत्र यः अग्रजः अस्ति तस्य पूर्णनिपातः भवति तत्र तादृश भिन्नभिन्नसूत्राणि सन्ति के सत्यं पर तत्र सूत्रमस्ति तादृशं तत्र आगच्छति खलु तत्र तादृशं पश्यामः चेत् अनवक्लुप्त अमर्षयोः इति अत्र अमर्षयोः इत्येव प्रथमं स्यात् अनवक्लुप्तः इति अग्रे परन्तु तादृशं न कृतं सूत्रे तादृशं न कृतं पाणिनिना किमर्थम् इत्युक्ते ज्ञापकार्थं तत्र यथासङ्ख्यमनुदेश यथासङ्ख्यमनुदेशसमानं नास्ति इति तत्र डीप् इन्सैड् यदा गत्वा पठामः तदा एव एतत् सर्वं ज्ञातुं शक्नुमः खलु. जस्ट् ओवराल् विसि तत्र भ्रमः एव भवति किं कृतवान् सर्वं. ते अपि तत्र एतानि नूतनविषया एते नूतनविषयाः तत्र सूत्रे नास्ति खलु. तत्र चिन्तनं कृत्वा एव ते तेषां कृते अपि तादृशचिन्तनं कृतं ते. सत्यं सत्यं सर्वं पाणि न वदति खलु वक्तुं शक्यते. अस्ति इति डीप् स्टडि भवति चेदेव ज्ञातुं शक्नुमः खलु. एक्साम्पल् भगिनि, निदर्शनस्य अर्थः एवं यत् भवान् हरिं निन्देत् हरिं निन्देत् अथवा निन्दिष्यति. ओके, देन् वाट् इस् दट् वाट् इस् वाट् वास् द थिङ्ग् न सम्भावयामि न मर्शये वा हरिं निन्देत् निन्दिष्यति. सो सम्भावयामि हरिं निन्देत् एव वा सम्भावयामि निन्दिष्यति अपि वक्तुं शक्यते. द्वयमपि न सम्भावयामि हरिं निन्दिष्यति भवान् हरिं निन्दिष्यति न सम्भावयामि द्वयमपि साधु इति वदति साधु यथासङ्ख्यं नास्ति अत्र नास्ति नास्ति खलु. अतः बोत् आर् रैट्. सो असम्भावना अर्थे निन्देत् निन्दिष्यति, अक्षमार्थे निन्देत् निन्दिष्यति, द्वयमपि साधु. सो सो इट् इस् क्षमा और् असम्भावना इस् विवक्षानुसारं हौ ऐ फील् एव खलु. मम कृत सम्भावना इति मम तद् मूड् अस्ति वा अथवा अक्षमा एण्ड्योर् ऐ काण्ट् टालरेट् इति मूड् अस्ति वा इति तद् अतः पुनः तत्रापि वयं तत्र काकु इति वक्तुं न शक्यते प्रसङ्गानुसारमेव. वेर् ऐ एम् स्टाण्डिङ्ग् अण्ड् गिविङ्ग् दिस् स्टेट्मेण्ट् इति एव. महोदय इतोपि एकमेव आमां तदेव तदेव अहं भवति डीप् स्टडि भवति चेदेव तत् प्रश्नः आगच्छति अथवा वि विल् जस्ट् रीड् द फस्ट् लैन् अनन्तरं परीक्षा कृते यदा पठामः तादृशमेव भवति. आं महोदय अग्रे अपि इतोपि एकं वाक्यमेव अस्ति. अस्तु, अनवकृत्य अमर्षयोः किं वृत्ते अपि इत्यस्य निदर्शनम् अस्ति. न सम्भावयामि न मर्षे वा भवान् हरिं निन्देत् निन्दिशति वा इत्युक्तम्. अत्र षोडश सम्भावनाः भवन्ति यथा किं वृत्ते उत्तरपदे किं वृत्ते असति एकमस्ति चत्वारि. न सम्भावयामि भवान् हरिं निन्देत्, न सम्भावयामि भवान् हरिं निन्दिष्यति, न मर्षे भवान् हरिं निन्देत् न मर्षे भवान् हरिं निन्दिष्यति इति अत्र लिट् लकार लिङ्लकारस्य प्रयोगः अनवक्लिप्त्यपि च अमर्ष इत्यस्य कृते. इदानीं किं वृत्ते उपपदे सति. न सम्भावयामि को हरिं निन्देत्, न मर्षये को हरिं निन्देत्, न सम्भावयामि को हरिं निन्दिष्यति, न मर्षये को हरिं निन्दिष्यति इति तत्र कः इति किं वृत्तेः कः तथैव कथम कतर इति अपि भवति समानमेव अस्ति तावदेव. आम् यथा यथा न अग्रे पठामि वा. आम् आम् यथा किं वृत्तेः लिङ्गटौ इति सिद्धान्तकौमुद्याः वृत्तौ अत्रापि अनवक्लिप्त्या अमर्षयोः किं वृत्ते अपि इत्यस्य वृत्तौ अपि लृन् प्राग्वत् इति अंशः वर्तते. नाम अत्रापि ओताप्यो इति सूत्रात् वा इत्यस्य अधिकारः भवति. अतः यत्र एकं विशिष्टं कार्यं भवति स्म अथवा तादृशप्रयोजने प्रयासः जातः परन्तु साफल्यं न प्राप्तम् अथवा भविष्यति यत् तादृश असफलः प्रयासः स्यात् तत्र भूतकाले विकल्पेन लृङ्लकारः भवति, भविष्यत्काले च नित्यं लृङ्लकारः भवति. तत्र भूतविवक्षायां तु क्रियातिपत्तौ वा लृङ् भविष्यति नित्यम् इति अत्र नव न अवकल्पयामि अथवा न सम्भावयामि अथवा न चिन्तया तत्र भवान् नाम वृषलम् अयाजयिष्यत् इति काशिकायाम् अस्ति तत् न अवकल्पयामि इति न सम्भावयामि इति कल्पति खलु सम्भावना न सम्भव सम्भावयामि इत्यर्थे न अवकल्पयामि यत् तत्र भवान् नाम वृषलम् अयाजयिष्यत् इति काशिकायामस्ति तर्हि तत्र लिङ् भागवत् इत्यनेन तत्र लिङ्लकारस्य क्रियातिपत्तौ तस्य भवति क्रियातिपत्तौ लिङ्लकारस्य प्रसक्तिः अपि अस्ति किमर्थमित्युक्ते लिङ् इति अस्ति अतः लिङ् भागवत् इति तत्र वा इत्यनेन लिङ् भागवत् इति भवति अतः भूतकाले विकल्पेन क्रियातिपत्तौ लृङ् भविष्यत्काले क्रियातिपत्तौ नित्यं लृङ् इति भवति समीचीनं भगिनी अवगतं वा टफ् टु फालो भगिनी ऐ वाज़ ट्रैङ्ग् नो तत्र द्वादशवाक्यानि अवगतं खलु तदेव तद्वाक्यरूपेण दत्तं तावदेव किं वृत्तेः अस्ति चेत् तत्र कतर कथम किम् इति पदेन तत्र किं वृत्तेः नास्ति चेत् केवलं निन्देत् निन्दिष्यति निन्देत् निन्दिष्यति मर्षये सम्भावयामि इत्यर्थे एव तावदेव अत्र भवति अनन्तरं यदा पूर्वतनसूत्रात् अत्रापि लृङ् इत्यस्य प्राग्वत् खलु लृङ् प्राग्वत् इति अत्रापि अनुवृत्तिः भवति साफल्यं न परन्तु साफल्यं प्रयोजने प्रयासः जातः परन्तु साफल्यं न प्राप्तम् अथवा भविष्यति तत् विकल्पेन लृङ्लकारः भविष्यत्काले तु नित्यं लृङ्लकारः भवति अस्तु अस्तु इति पाकिस्तान् फ्लाग् बट् फेल्ड् पोलिस् के पोलिस् के अनक्लुप्त अमर्षयोः किं वृत्ते अपि इति अत्र अद्य वयं नूतनसूत्रद्वयं प्रायः किं वृत्ते लिङ्लिटौ गतपाठे अपि पठितवन्तः अनवक्लुप्त अमर्षयोः किं वृत्ते अपि इति अद्य पठितवान् अग्रिमसप्ताहे किं किलास्त्यर्थेषु लृटुषु पठामः तत्र किं किल इत्युक्ते क्रोधः इति प्रायः अर्थः क्रोधद्योतक उपपदम् अस्तु अधिक नास्ति आम् सत्यं सत्यं दट् दीस् टैप् आफ् तत्र बिहेवियर् अस्ति खलु गर्हा सत्यं लिट्रेचर् स्वीकुर्मः चेत् यु केन् प्राबब्लि फैण्ड् द यूसेज् तत्र परन्तु इदानीन्तनसंस्कृते तु अस्माकं कृते नास्ति नास्ति तत् सत्यम् अस्तु अस्तु मकरसङ्क्रान्त्याः शुभाशयाः अग्रिमसप्ताहे मिलामः धन्यवादः नमस्कारः।